नमस्सर्वेभ्यः। अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति स्वागतम्। एतावत् पर्यन्तं किं किं ज्ञातवन्तः वयम्? एकं तु क्रियापदानां मूलं धातुः अस्ति, नामपदानां मूलं प्रातिपदिकम् अस्ति। प्रातिपदिकं कथं भवति? अर्थवत् भवति, अपि च प्रत्ययं विहाय भवति। लट्लकाररूपाणाम् अभ्यासः कृतः अस्माभिः। तत्र अकारान्त पुंलिङ्ग् शब्देन सह लट्लकारस्य वाक्यानि अपि दृष्टवन्तः। आङ्ग्लभाषायामपि वदामि, सो फार् वि लर्न्ट् दट् द बेस् फार् द फार्मेशन् आफ् अ वर्ब् इस् अ धातुः. For the rest of the verbs, because in Sanskritam, you have only two kinds of words basically, Kriyapadam and Namapadam, all adjectives etc. come under Namapadam. For the rest of the words, that is for the Namapadani, the base is Pratipadikam, it's a Pratipadikam. Now, the Pratipadikam has meaning, it is meaningful, but it is without the suffix of the case, that is of the Vibhakti. So, the Pratipadikam for Ramah, which is the Prathama Vibhaktihi, Ekavachanam, that Ha, that is the Visargaha, is the suffix, but the Pratipadikam is Rama. Okay, so when we say Ramah and Rama, now there is a difference. So, Visargasya Uccharanam Avashyakam, Athava Anavashyakam. यथा परिस्थितिः. इट् इस् ऐदर् नेसेसरि आर् अन्नेसरि डिपेण्डिङ्ग् आन् वेद् वाट् द सिचुवेशन् इस्. वि स्टडीड् द प्रेसेण्ट् टेन्स् आफ् सम् आफ् द वर्ब्स्. इदानीं तु आदौ यथा प्रकारः ध्येयमन्त्रः. मम प्रस्तुतिः दृश्यते किम्? दृश्यते. अस्तु, विशालाक्षी भगिनी भवती एव. हा, पठतु. विशालाक्षी भगिनी, ओ सोरि, पठतु भगिनी. अष्टौ गुणाः पुरुषम् नो विच् इस् दट् ट्यून् ऐ फोगॉटन् नौ. अष्टौ गुणाः पुरुषं अष्टौ गुणाः पुरुषं दीपयन्ति, प्रज्ञा च कौल्यं च दमश्रुतं च, पराक्रमाश्च बहुभाषिता च, दानं यथाशक्ति कृतज्ञता च. अर्थं वदतु अदृष्ट्वा एव प्रयत्नं करोतु. एट् दिस् गुणास् इन् इन् बीङ्ग् फ्रम् कौल्यं फ्रम् अ गुड् नोबल् फेमिली हि शुड् बिलाङ्ग् एण्ड् प्रज्ञा इस् No, I won't be able to read. Dhamashrutam cha. Tatra? The same. Eight pragnya? Attributes contribute to her. Intelligence, pragnya. Then, being from a noble, born into a noble family. Then, study, hard work. Being a person of less words. And doing generosity as per capability and gratitude. These are the eight attributes. Kritagnyata, gratitude. That is gratitude. Yes, yathashakti is according to your capability. Then bahubhashita. Uttamam. Is less words, a person of less words. Yeah. Parakrama is hard work. Hard work, yeah. Hard work. Damas. Damaha is to actually Damaha also is there is hard work. Hard work, yeah, and Shrutam I thought was study. Yeah. Shrutam is what you have studied. Shrutam. Yes. So your Shrutam is actually Vedas, etc. Okay. अस्तु धन्यवादः भगिनि धन्यवादः धन्यवादः इदानीं किं कुर्मः इत्युक्ते किञ्चित् क्रीडामः लेट् अस् फ्यू मिनिट्स् लेट् अस् स्पेण्ड् आन् प्लेयिङ्ग् अ गेम् अहं वाक्यानि पठामि ऐ विल् रीड् द सेण्टेन्सेस् भवन्तः शुद्धः वा अशुद्धः वा इति वदन्तु राइट् और् राङ्ग् ट्रू और् फाल्स् यु हेव् टु से अशुद्धः अस्ति चेत् तत्र शुद्धरूपं वदन्तु इफ् इट् इस् इन्करेक्ट् प्लीस् टेल् मी द राइट् सेण्टेन्स् अस्तु एतत्तु इदानीं मास्तु विजयकुमार् महोदय अहं वाक्यं वदामि भवान् वदतु सः पठतः इति वाक्यं सः पठतः शुद्धः अस्ति वा शुद्धः अस्ति वा शुद्धः अस्ति कथं सः पठतः तत्र सः इति पदस्य वचनं किम् एकवचनम् पठतः इति क्रियापदस्य वचनं किं द्विवचनम् एकवचनं तत्र द्विवचनं वचनेन सह शुद्धः अस्ति किं शुद्धः अस्ति किं नो नास्ति नास्ति तर्हि सम्यक् वदतु इदानीं शुद्धं करोतु सः पठतः सम्यक् करोतु सम्यक् करोतु सः पठतः अशुद्धः अस्ति It is correct. It's incorrect, right? You have already told. Yeah, yeah. Okay. Tell me the correct now sentence. Now also the correct one, yeah? Patati. Sa patati. Uttamam. Pathataha eva vadaniyam chet. If we want to use pathataha only, then? Then, it will be sa patata. Sa patata. तौ तौ पठतः द्विवचने अस्ति सः तौ ते सः तौ ते वदतु सः तौ ते इति वदतु भवान् वदतु ते सः तौ ते सः तौ ते पर्याप्तं महोदय पर्याप्तम् इदानीं प्रथमपुरुषे एव करणीयं अस्तु इदानीं सः पठन्ति सम्यक् अस्ति किम् नाशुद्ध अशुद्धः उत्तमम् इदानीं शुद्धीकरोतु ते पठितः ते ते पठन्ति पठति ते पठन्ति उत्तमं ते पठन्ति अपि च सः एव वदनीयं चेत् सः किं करोति सः सः पठति उत्तमं धन्यवादः विशालाक्षी भगिनी इदानीं वदामि तौ पठति शुद्धः अस्ति किं शुद्धमस्ति किं वाक्यं अशुद्ध न अशुद्ध शुद्धीकरोतु तौ पठतः उत्तमम् अपि च पठति एव वदनीयं चेत् सः पठति उत्तमं तौ पठतः उत्तमम् इदानीं ते पठति शुद्धः अस्ति किम् अशुद्धः शुद्धीकरोतु सः पठति अथवा ते पठन्ति उत्तमं धन्यवादः भगिनि. धन्यवादः कविता भगिनी. कविता भगिनी बालकः हसन्ति अशुद्धः अस्ति. सम्यक् वदतु. अपि च हसन्ति इति वदनीयं चेत् बालकाः हसन्ति. उत्तमम्. अग्रे सः गच्छन्ति सम्यक् नास्ति. हा वदतु. सः गच्छति अथवा ते गच्छन्ति. उत्तमं धन्यवादः भगिनि. विजय धनकी महोदय. रामः गच्छन्ति अशुद्धः अस्ति. करोतु. रामः गच्छति अथवा रामाः गच्छन्ति. उत्तमं. ते पठति. सोरि, ते पठति अशुद्धः अस्ति. वदतु. सः पठति अथवा ते पठन्ति. उत्तमम्. इदानीम् अहम् आङ्ग्लभाषायां वाक्यानि वदामि, भवन्तः अनुवादं कृत्वा संस्कृते वदन्तु. भवानेव आरम्भं करोतु. हि रीड्स्. सः पठति. शी रीड्स्. सा पठति. इट् रीड्स्. तत् पठति. उत्तमं धन्यवादः महोदय. विजयकुमार महोदय. विजयकुमार महोदय. आम् भगिनि. दे बोत् मेल्स् रीड्. तौ पठति. तौ पठत. पठतः. उत्तमं. दे बोत् फीमेल्स् रीड्. ते पठतः. उत्तमं. दे बोत् थिङ्ग्स् रीड्. थिङ्ग्स्. ते पठतः. सेम्. उत्तमं धन्यवादः. कविता भगिनी. दे मोर् देन् टु मेल्स् रीड्. उत्तमं धन्यवादः भगिनि. उत्तमं धन्यवादः भगिनि. विशालाक्षि भगिनि. या दे मोर् देन् टु फीमेल्स् रीड्. ते पठतः. मोर् देन् टु फीमेल्स् बहुवचने अस्ति. मोर् देन्. अच्छा, मोर् देन्. ताः पठतः. हा, मोर् देन् बहुवचने. क्रियापदमपि बहुवचने एव वदनीयं. ताः पठतः. नो, पठति पठतः अग्रे ह. ओके, पठत. किमर्थं भगिनि, किमर्थं गच्छन्ति, पठन्ति, हसन्ति, ते सर्वे सन्ति, बहुवचने सन्ति. ओके, गच्छन् ताः गच्छन्ति. ऐ टु से ताः पठन्ति. पठस्ति किल धातु. ताः पठन्ति. ओके ओके. इदानीं दे मोर् देन् टु थिङ्ग्स् रीड्. तानि पठन्ति. पठतः. पठन्ति नैव, पठन्ति. तानि बहुवचने अस्ति किल. बहुवचने अस्ति, चिन्ता नास्ति. शनैः तत्र गच्छेम. इदानीं गीतासोपानस्य 38 पुटं प्रति गच्छेम. 38, 38, पेज् नम्बर् 38. कविता भगिनी आरम्भं करोतु. तत्र अवधेयम् इति दत्तमस्ति. कोष्ठके दत्तानां नामपदानि उपयुज्य कोष्ठस्य बहिः दत्तैः पदैः सह वाक्यानि रचनीयानि. भवती आरम्भं करोतु. अवधेयं बालकः बालकौ बालकाः तत्र नैव तथा नैव तथा नैव वाक्यं रचनीयं. बालकः अत्र बहिः अस्ति. कोष्ठकस्य बहिः इत्युक्ते किं? कोष्ठकस्य बहिः. हा करोतु. बालकः अस्ति, बालकः, बालकाः सन्ति. उत्तमं. मित्रं, मित्रं, मित्रे, मित्राणि. मित्रम् अस्ति, मित्रं, मित्रे स्तः, मित्राणि सन्ति. इदानीम् इच्छन्ति उपयुक्त. मित्रम् इच्छति, मित्रे इच्छतः, मित्राणि इच्छन्ति. बालिका, बालिका, बालिके, बालिकाः. बालिकाः वदति, बालिके वदतः, बालिकाः वदन्ति. विसर्गः नास्ति चेत् न वदनीयं. बालिका वदति. धन्यवादः भगिनी. विजय थंकी महोदय. आं भगिनि. भवती वदति, भवत्यौ वदतः, भवत्यः वदन्ति. अर्थमपि वदतु महोदय. शी स्पीक्स् बोथ् ऑफ बोथ् सी स्पीक् एण्ड् मोर् देन् सी स्पीक्. उत्तमम्. अग्रे. भवान् वदति, भवन्तौ वदति, भवन्तः वदन्ति. यु स्पीक् बोथ् ऑफ् यु स्पीक् एण्ड् मोर् देन् टु ऑफ् यु स्पीक्. मेल् ओर् फीमेल्? मेल् ओर् फीमेल्? भवान् मेल्, भवन्ति फीमेल्. भवति, भवति. सोरि. सः अस्ति, तौ स्तः, ते सन्ति. उत्तमम्. अर्थमपि वदतु. सोरि, अर्थमपि वदतु. सः, हि इस् देर्. तौ, बोथ् आफ् यू देर्. Both of they there. Both of them are there. And many are there. Many are. Uttamam. Dhanyavada, Mahoday. Dhanyavada. Agre. Vijay Kumar, Mahoday. Aam Bhagini. Sa te taha. Sa vadati. Te vadatah. Taam vadanti. No, sorry. ताम की मर्द. हाँ हाँ सा ते ताम ना ताम की मर्द हम ताहा ताहा ताहा ता वदती ताहा ते वदता है ताहा ताहा वदंती वदंती वदंती. अग्रे. ताई शी हाँ उन्हें अर्थम वदतु. She speaks. Sa, sa, sa. Ta nahi va. Tai, sa. Tai, tai, she. Ta, sa. Mahode, mahode. Ta naasti tatra. Sa. Sa. Sa, sa. She. They is two females. Taha is many females. Uttama. Agree. तत् ते तानि. तत् वदति ते वदतः तानि वदन्ति तत् इट् उत्तमम् इट् स्पीक् दे मीन्स् बोत् यु बोत् स्पीक् why you both they both things they both they both and they all speak tani yeah agree eshah etoh ete etoh kimartham kutra eto tatra visarga etau etau eshah etau ete eshah इच्छति एतो इच्छतः एतौ इच्छतः एते इच्छन्ति इट् किमर्थम् एषः सः saha is that and eshah is this okay this, so this okay. lingam kim lingam kim padasya lingam pullinga pullinga shabda idani martham vadatu eshah ichhati is a desire na yes am eshah kim this male okay eshah is this male okay this male then they both male uttamam and you many males they many males These many males. Uttama. Dhanyavada, Mohde. Vishalakshi Bhagini. Esha asti ete staha etaha santi. Esha is this female is there. Those two females are there. Why those two? Why those two? If it is this, it becomes these, right? These two females are there. Those two females are there. Is it why, right? Why those? This becomes these. This, that becomes these. These. So these and these only. आङ्ग्लभाषायां तु तत्र भिन्नः नास्ति किल ओके ओके ओके संस्कृते एव वचनस्य महत्त्वम् ओके ओके ओके ओके अग्रे मुनिः वदति मुनि वदतः मुनयः वदन्ति मुनिः वाट् यु काल् मुनि बाबा इन् इङ्ग्लिश् A priest speaks, more than two priests speak, and many priests speak. Why more than two? Muni is why more than two? Because this is in Dvivachanal. Dvivachanam, then why more than two? Not more than two, those two. Yeah, these two, correct. Yes. You can't tell these two or those two over here because saha or eshah is not there. Supposing you want to say, idani vadatu, supposing you want to say these two priests, then which is the word you'll use, these two priests? Lingam kim matra? Lingam is pum lingam. So if you want to use now muni is two priests. But supposing you want to say these two, then what will you do? You have to add a pronoun. Which pronoun will you add? Which is that? I don't know. You tell me. Kavita Bhagini, sahayam karotu. एतौ उत्तमं किञ्चित् उच्चैः वदतु. एतौ मुनि दट् टैम् इट् बिकम् दीस् टु प्लीस् प्लीस् ओके. इदानीं विशालाक्षी भगिनी, सपोज़् इन् यु वाण्ट् टु से दीस् प्लीस् विच् वन् विल् यु यूस्? एताः एते मुनयः. Then it becomes then it is yeah. Supposing you want to tell those priests, those priests. गुरुः गुरवः गुरुः इच्छति गुरु इच्छतः गुरुवः इच्छन्तः इच्छन्ति. अर्थं वदतु. द टीचर् डिज़ायर्स् two teachers desire more than two teachers desire. Uttamam agrimam karatu. Pita pitarau pitarah pita vadati pitarau vadatah pitarah vadanti. Father speaks, two fathers speak, more than two fathers speak. Agrimam karoti. Mata vadati, matarau vadatah, matarah vadanti. The mother, one mother speaks, two mothers speak, many mothers speak. धन्यवादः. विजयकुमार् महोदय अग्रिमं करोतु. आं भगिनि. परन्तु व्यक्ति इति वदनीयं द्विवचने. शनैः शनैः करोति, चिन्ता नास्ति. शनैः शनैः करोतु, चिन्ता नास्ति. व्यक्तिः अस्ति, व्यक्ति स्तः, व्यक्तः सन्ति. व्यक्तयः सन्ति. The person, vadatu? One person present, two person present, more than two person present. Uttamam, agrimam karotu. Denuhu, denu, denuvah. Denavah. Shanai patatu, chinta nasti. Okay. Denuhu, denu, denavah. धेनवः धेनुः अस्ति, धेनुः धेनु सः, धेनवः सन्ति. धेनु अर्थं वदतु. वन् काव् इस् देर् मोर् देन् टु काव् देर् more than many cows there. Uttamam agree. Next, vaduhu वध्वोः वध्वो ओके नै वध्वौ वध्वौ वध्वौ वध्वौ वध्वः उत्तमं वधुः इच्छ वदति वध्वौ वदतः वध्वः वदन्ति वधु मीन्स् प्रैड् ब्राइड् you can say bride or daughter-in-law yeah one bride speak two brides speak many brides speak uttam dhanyavadah idanim vijay thanki mahoday vadatu kriyapadanam moolam kim क्रियापदानां मूलं किम् धातुः अत्र अस्ति स्तः सन्ति एतेषां शब्दानां क्षम्यताम् एतेषां शब्दानां तत्र धातुः कः अस् उत्तमं धन्यवादः महोदय कविता भगिनी वदतु नामपदानां मूलं किम् नामपदानां मूलं प्रातिपदिकं तत्र बालकः इति प्रथमा विभक्तिः एकवचने यदस्ति तस्य प्रातिपदिकं किम् बालक कीदृशं पदम् अकारान्तपुल्लिङ्गशब्दः उत्तमम् मित्रम् इति शब्दस्य प्रातिपदिकं किम् मित्रं शब्दस्य प्रातिपदिकम् अकारान्तपुल्लिङ्गशब्दः मित्रः मित्रं परन्तु तत्र प्रातिपदिकं किम् मित्र उत्तमम् बालिका इति शब्दस्य प्रातिपदिकं किम् बालिका कीदृशं पदम् बालिका आकारान्तस्त्रीलिङ्गशब्दः उत्तमं धन्यवादः भगिनी विजय थङ्की महोदय वदतु भवती इति पदस्य प्रातिपदिकं किम् भव नैव तदर्थम् अहं पृष्टवती भवत् अस्ति भवत् तकारान्तस्त्रीलिङ्गशब्दः अस्ति तकारान्तस्त्रीलिङ्गशब्दः अस्ति तत्र पुस्तकस्य पृष्ठभागे तत्र एकनिमिषं पेज् नम्बर् 197 सप्तनवति अधिकं शतं तत्र पदानि दत्तानि सन्ति एकवारं पश्यन्तु जस्ट् सी पेज् नम्बर् 197 बिहैण्ड् आल् द प्रातिपदिकम्स् आर् देर् प्रातिपदिकानि शब्दानि तत्र सन्ति भवत् अस्ति वा अत्र तकारान्त स्त्रीलिङ्गशब्दः अस्ति परन्तु अत्र न दत्तमस्ति इति मन्ये अस्ति किम् तकारान्त हा तत्र हा परन्तु भवती दृष्टवन्तः अस्माभिः भवती इति दृष्टं किल तत्र भवती न दत्तम् अस्ति भवत् पुंलिङ्गशब्दे अस्ति तत्र प्रथमा विभक्तिः एकवचने तु भवान् अस्ति परन्तु अस्माकं शब्दः कः भवती तर्हि तत्र भवत् स्त्रीलिङ्गशब्दः अस्ति अवगतं किम् इट्स् नाट् देर् इन् द बुक् For striling there is bhavat and for pulling also bhavat. Yes, and this also is bhavat. It is always like that. Where there are three forms, it is the pratipadikam is the same, but by putting the suffixes, the totally different. That is what changes it. So where there are three forms, for example, for pronouns. Now, for example, now as we go through the remaining, you'll come to know. So bhavati, bhavatyau, bhavatyah. Tatra pratipadikam asti bhavat. Trilinga padam asti. Ekavachana, dvivachana, apicha, bahuvachane, prathamavibhakti. Avagata? Idani. Agrimam vadatu? Mahode? Bhavan, bhavatau. Bhavan, bhavatau. Bhavantau, bhavantah. Pratipadikam kim? Bhavat. Bhavat? Pumlinga shabda asti. Pumlinga. Agre. Agre vadatu. Saha tau te. Pratipadikam janati kim? Naiva. Naiva. E tad. Kshamitam. Tad. Dakaranta pumlinga shabda asti. Tad. Tad. Tad. Tad. Dakaranta pumlinga shabda asti. एषः अस्ति चेत् एषः तर्हि प्रातिपदिकं किम् एतद् एतत् उत्तमं धन्यवादः महोदय धन्यवादः महोदय धन्यवादः इदानीं कविता भगिनी अग्रिमं करोतु किञ्चित् उच्चैः वदतु भगिनी न श्रूयते नैव नैव सा ते ताः तत्र प्रातिपदिकं वदनीयम् सा ते ताः प्रातिपदिकं किञ्चित् उच्चैः वदतु भगिनि सः पश्यतु सः ते ताः तत्र सः इति शब्दस्य प्रातिपदिकं तद् आसीत् किल तद् तद् अस्ति दकारान्त पुंलिङ्ग् शब्दः इदानीं सा अस्ति अस्माकं शब्दः सा दकारान्त स्त्रीलिङ्गशब्दः प्रातिपदिकं किम् तद् अवगतं तद् हा अग्रिमं करोतु तत् अभवत् परन्तु इदानीं प्रातिपदिकं वदतु तद् नपुंसकलिङ्गशब्दः तद् प्रातिपदिकम् अपि च लिङ्गं तु नपुंसकलिङ्गे अस्ति इदानीम् अग्रिमं करोतु एतद् दकारान्त पुंलिङ्गशब्दः धन्यवादः धन्यवादः धन्यवादः विजयकुमार् महोदय आम् अग्नि अग्रिमं वदतु मुनिः मुनि एषा एते एताः एषा प्रातिपदिकम् एषा प्रातिपदिकं किम् एतत् एतद् दकारान्त लिङ्गं किम् एतत् इस् स्त्रीलिङ्गे स्त्रीलिङ्गे अस्ति अग्रिमं करोतु एषा एते एताः हा तद् अभवत् भवान् उक्तवान् किल इदानीम् अग्रिमं करोतु मुनि नो आम् मुनिः मुनी मुनयः मुनिः मुनिः मुनिः मुनयः मुनिः मुनिः शृणोतु शृणोतु मुनिः मुनी मुनयः शनैः शनैः करोतु चिन्ता नास्ति मुनिः मुनी मुनयः मुनयः इदानीं प्रातिपदिकं वदतु मुनि मुनि कीदृशं पदम् इकारान्त पुल्लिङ्ग उत्तमम् अग्रिमं करोतु गुरुः गुरु गुरु गुरुवः गुरवः गुरु इस् दि प्रातिपदिकम् एण्ड् जस्ट् अकारान्त पुल्लिङ्गशब्द उकारान्त पुल्लिङ्गशब्द उत्तमम् उकारान्त पुल्लिङ्गशब्द अवगतं धन्यवादः धन्यवादः विशालाक्षी भगिनी अग्रिमं करोतु पिता पितरौ पितरः सो पितृ कीदृशं पदं ऋकारान्त पुल्लिङ्गशब्दः उत्तमम् अग्रिमं करोतु माता मातरौ मातरः मातृ इस् द प्रातिपदिकं मातृ ऋकारान्त त्रिलिङ्गशब्दः उत्तमम् अग्रिमं व्यक्तिः व्यक्ति इस् द प्रातिपदिकं ईकारान्त ईकारशब्द व्यक्ति ओके ओके इकारान्त पुल्लिङ्गशब्दः न स्त्रीलिङ्गशब्दः बट् हियर् दिस् इस् व्यक्तिः दट् इस् इट् केन् बि पुल्लिङ्ग् आल्सो इट् केन् बि स्त्रीलिङ्ग् आल्सो न या बट् इन् यु हव् टु रिमेम्बर् एस् ऐ हव् टोल्ड् बिफोर् इन् संस्कृतम् इट् इस् द वर्ड्स् अफ्कोर्स् देर् आर् एक्सेप्शन् अफ्कोर्स् देर् आर् एक्सेप्शन् बिकास् यु कान् टेल् पतिः पतिः इस् अ स्त्रीलिङ्गशब्दः because pati yeah. pati hi only pulling but yeah. but okay. otherwise yeah. pustakam for example in english pustakam does it have a lingam in that sense it is neutral over here also it is neutral but let us take some word like matihi matihi is intelligence if you see in english there is no lingam as such there is no gender as such but matihi yeah. is striling strilinge asti okay sanskrite so you have to remember that okay. Accepting for the exceptions, in Sanskritam, it is the words that have the lingam. Lingam, okay. Dhanyavada, okay. Dhanyavada. Dhanyavada. Vijay Thanki Mahodai, agrimam karu tu? An Bhagini. Denuhu, Denu, Denavaha. Denu, Ukaranta, Strilinga. शब्दः उत्तमं प्रातिपदिकं किं धेनु इट्सेल्फ उत्तमम् अग्रिमं करोतु वधूः वध्वौ वध्वः ऊकारान्त स्त्रीलिङ्गशब्दः उत्तमं धन्यवादः महोदय धन्यवादः तर्हि इदानीम् अवगतं प्रथमपुरुषस्य प्रथमपुरुषेण सह प्रथमविभक्तिः आवश्यकं तत्र वचनस्य अपि भेदः न भवनीयः सो वित् द नामपदं वी हेव् टु यूस् द करेक्ट् क्रियापदं नाट् ओन्ली द नम्बर् बट् आल्सो द वचनम् अस्तु इदानीं विजयथङ्की महोदय वदतु क्रियापदानां कृते लिङ्गमस्ति किम् आं भगिनि लिङ्गमस्ति किं क्रियानां पदानां कृते क्रियापदानां कृते. फार् एक्साम्पल् अस्ति, डस् इट् हेव् अ लिङ्गम्? नो नो. सो क्रियापदानां कृते तत्र लिङ्गः नास्ति अथवा लिङ्गं नास्ति इति वदन्ति. Remember that the verbs do not have a gender. There we have only the number and the vachanam. Or rather the case and the vachanam. Kshamita. So tatra lingam nasti. Aham asmi saha asti. Tatra asti iti padasya lingam nasti. Avagatam? Okay. Have you understood what, yes, I'm trying to say? I'm beginning. We need to remember that the verbs by themselves do not have a lingam, but they have a case and they have a number. So you have a prathama purushah, you have a madhyama purushah, you have a uttama purushah, you have a ekavachanam, you have a dvivachanam, you have a bahuvachanam, but there is no lingam. Whereas for nouns, you have a lingam also. Okay? So this is what is very important to remember. Very important to remember. Agrimam karotu. Idanim prathama purushasya abhyasah jatah. Idanim agri. Madhyama purushah. Tvam. Tvam asi. Yuvam stha. Yuyam stha. Tvam gachasi. युवां गच्छतः यूयं गच्छथ. त्वं वससि युवां वसथः यूयं वसथ. अर्थं वदतु. त्वम् असि यु आर्. युवां स्थ यु बोथ् आर्. यूयं स्थ you all are. Tvam gachasi, you are, you go. Yuvam gachatha, you both go. Yuyam gachatha, you all go. Tvam vasasi, what is the meaning of vasasi? Live. Vasiti Dhatu. You live. Sorry? Vasiti Dhatu Hosti. Okay, Vas. Yuvam Vasataha. You both live. Yuyam Vasataha. You all live. Visargah Nasti Tatra. Sorry. Yuyam Vasataha. You both live. That. You both? Sorry, you all live. You all live. Astu. Dhanyavada. Kavita Bhagini vadatu. Tvam, yuvam, yuyam. Eti, shabdanam krite. Lingam kim? Lingam nasti. Lingam nasti, uttama. Lingam nasti, kim artham? Because you can be a male also, you can be a female also. So sarvanam padanam krite kim vadaniyam ityukte sarvanam shabdaha trilinga kaha santi. Trilinga kaha, that means all the three are there in that. Okay, trilinga kaha. Agrimam karotu idani. उत्तमपुरुषः अहम् अस्मि. आवां स्वः. वयं स्मः. ऐ एम् वी बोत् आर्. वि आर् उत्तमम्. अहं गच्छामि. आवां गच्छावः. वयं गच्छामः. ऐ गो. we both go, we all go. Aham vasami, avam vasavaha, vayam vasamaha. I live, we both of us live, we all live. Uttama. धन्यवादः भगिनि. विजयकुमार् महोदय, इदानीम् अहं किं धातुं ददामि, धातुं ददामि, भवान् रूपाणि वदतु. मध्यमपुरुषे, मध्यमपुरुषे पठ् इति धातुः, पठ् पठ् मध्यमपुरुषे वदतु. पट् धातु मध्यमपुरुष पठतः. किमर्थम् अत्र अस्ति, पश्यतु तत्र पुटे एव अस्ति. मध्यमपुरुष किं पठति, पठतः, पठन् तत् मध्यमपुरुषे अस्ति. किं पठसि? उत्तमं. त्वं पठसि, उत्तमं. जानाति, अहं जानामि, सर्वे जानन्ति. परन्तु युवां पठतः, यूयं पठत. उत्तमपुरुषे, उत्तमपुरुषे इस् पठामि, पठावः. सर्वनामपदम् अपि वदतु. अहं पठामि, आवां पठावः, वयं पठामः. उत्तमम्. इदानीं एकः निमिषः, इदानीम् अहं धातुं ददामि. स्था इति धातुः अस्ति. अहं प्रथमपुरुषे अपि रूपं वदामि. स्था इति धातुः अस्ति. स्था तत्र स्था धातुः तत्र तत्र प्रथमपुरुषे रूपमस्ति तिष्ठति. प्रथमपुरुषे रूपमस्ति तिष्ठति. इदानीं मध्यमपुरुषे अपि च उत्तमपुरुषे भवान् वदतु. तिष्ठति इति प्रथमपुरुषम् एकवचनं रूपं. त्वं तिष्ठसि, युवां तिष्ठतः, यूयं तिष्ठत. उत्तमपुरुषे अहं तिष्ठामि, आवां तिष्ठावः, वयं तिष्ठामः. उत्तमम्. इदानीं प्रथमपुरुषे पश्यति इति धातु. पश्यति क्षम्यतां, रूपं पश्यति इति रूपं. मध्यपुरुषे प्रथमपुरुषः रूपं प्रथमपुरुषस्य रूपमस्ति पश्यति. पश्यतः, पश्यन्ति. इदानीं मध्यमपुरुषे अपि च उत्तमपुरुषे वदतु. पश्यसि, पश्यतः, पश्यतः. सर्वनामपदमपि वदतु. त्वं पश्यसि, युवां पश्यतः, यूयं पश्यत. उत्तमपुरुषे पश्यामि, पश्यावः, पश्यामः. अहं पश्यामि, आवां पश्यावः, वयं पश्यामः. इदानीं अर्थं वदतु. पश्यति, एकः निमिषः. त्वं पश्यसि, तस्य वाक्यस्य अर्थं वदतु. यूसि. उत्तमम्, उत्तमम्. इदानीं गायति. त्वं गायसि, युवां गायतः, यूयं गायत. यू सिङ्ग्, यु बोत् सिङ्ग्, यु आल् सिङ्ग्. देन् अहं गायामि, आवां गायावः, वयं गायामः, गायावः. उत्तमम्, अवगतम्. ऐ सिङ्ग्, बोत् आफ् अस् सिङ्ग्, वि आल् सिङ्ग्. उत्तमं, धन्यवादः महोदय, धन्यवादः. विशालाक्षी भगिनी, इदानीम् अहं प्रथमपुरुषरूपं वदामि, भवती मध्यमपुरुषः अपि च उत्तमपुरुषः रूपे वदतु. शोचति, शुच् इति धातुः अस्ति, शोचति प्रथमपुरुष एकवचनं रूपं वदतु इदानीम्. यु वाण्ट् मी टु टेल् द प्रथमपुरुषरूपम् आल्सो? शोचति, शोचति, शोचतः, शोचन्ति. त्वं शोचसि, युवां शोचतः, यूयं शोचथ. अहं शोचामि, आवां शोचावः, वयं शोचामः. उत्तमम्. अर्थं जानाति किम्? अर्थः शुचि इस् क्लीन् अल्वा? नो नो नो, दिस् इस् no no no, this is shuch, that shuchi is shuch. Over here it okay. is a verb, so it is okay, but what to grieve it? grieve acha grieve. acha okay we have done so it na shochati na kangshati ha you grieve you warm and you yum, they both grieve. They both किम् अर्थं? युवां इदानीं you grieve, we all grieve. उत्तमं. प्रथमपुरुष एकवचनरूपम् अस्ति काङ्क्षति, काङ्क्षति, काङ्क्षतः, काङ्क्षन्ति. त्वं काङ्क्षसि, युवां काङ्क्षतः, यूयं काङ्क्षथ. अहं काङ्क्षामि, आवां काङ्क्षावः, वयं काङ्क्षामः. अर्थं वदतु. Kaankshati, what is the meaning? I don't know. Now I remember. It's to aim. To aim. We have already so done you it. So you aim. Shochati na kaankshati. Doesn't kaankshati. Grieve and doesn't desire like that. Desire, okay. You desire. We both desire. You all desire. You both desire. I desire, we both desire, we all desire. अच्छा, अस्तु. इदानीम् उपदिशति, उपदिशति तत्र दिश् अस्ति धातुः, उपदिशति अस्ति प्रथमपुरुषे एकवचनरूपम्. इदानीं भवती मध्यमपुरुष उत्तमरूप उत्तमपुरुषरूपाणि वदतु. उपदिशसि, त्वम् उपदिशसि, युवाम् उपदशतः, यूयम् उपदिशतः. लिखतु भगिनी, लिखतु. उपदिशति अस्ति, उपदिशति, दिशति. ओके, तर्हि इदानीं वदतु, इदानीं वदतु. त्वम् उपदिशसि, युवाम् उपदिशस्थः, यूयम् उपदिशथ. अहम् उपदिशामि, आवाम् दिशावः, वयम् उपदिशामः. डैरेक्ट् You advise, you both advise, you all advise, I advise, we both advise, we all advise. Uttama. Avagatam kila idani? Yeah. Yes. Ashtu. Dhanyavada. Kavita Bhagini? Dhanyavada. Varna. वर्ण इति धातुः अस्ति. प्रथम प्रथमपुरुषे एकवचनं रूपम् अस्ति. वर्णयति, लिखतु वर्णयति. वर्णयति टु डिस्क्रैब् टु कलर्, टु डिस्क्रैब् टु कलर् टु एक्स्प्लेन्. वर्णयति, वर्णयतः, वर्णयन्ति. भगिनि भगिनि अत्र प्रथम प्रथम प्रथमविभक्तिः तत्र सर्वनामपदमपि योजयतु. सः वर्णयति, सः वर्णयति, तौ वर्णय तौ तौ वर्णयत वर्णयति वर्णयतः ते वर्णयन्ति. उत्तमं. त्वं वर्णयसि, युवां वर्णयतः, यूयं वर्णयथ. अहं वर्णयामि, आवां वर्णयावः, वयं वर्णयामः. उत्तमम्. वदतु, अर्थं वदतु. यु डिस्क्रैब् you all describe, huh? Then aham, yeah. I describe, we you two, I describe, we both describe, we all describe. Aham avam. Uttama. Describe paint also, huh? Varna tatra paint api asti. Astu. Muh iti dhatu asti. Muishyati iti prathama विभक्ति प्रथमपुरुषः अस्ति. क्षम्यतां, प्रथमपुरुषः मुह्यति एकवचने. प्रथमपुरुषः एकवचने मुह्यति अस्ति. मुह्यति मीनिङ्ग् इस् टु बिकम् फूलिश् और् टु गेट् डिसीव्ड् लैक् देट्, टु बी इन् टु बी इन् भ्रम लैक् देट्. मुह्यति न मुह्यति, न मुह्यति धीराः. वि लर्न् देट्. मुह्यति सः मुह्यति, तौ. स्त्रीलिङ्गे वदतु, स्त्रीलिङ्गे वदतु. सा मुह्यति, ते मुह्यतः, ताः मुह्यन्ति. उत्तमम्. त्वं मुह्यसि, युवां मुह्यतः, यूयं मुह्यत. अहं मुह्यामि, आवां मुह्यावः, वहं वयं मुह्यामः. डिल्यूटेड्. त्वं, you are deluded, you both are deluded, you all are deluded, huh? Then I am deluded, we both are deluded, we all are deluded. Yeah. You can say that, but really over here you should not tell the past tense. I delude, she deludes, like that you have to say. Over there is the verb, so that is how you have to say it. But your the meaning is correct, I mean. Understood. अस्तु अस्तु. तत्र शुष्यति, शुष्यति, शुष् इति धातुः, शुष् इति धातुः. तत्र प्रथमपुरुषे एकवचने शुष्यति, शुष्यति इति रूपमस्ति. शुष्यति इदानीं वदतु. शुष्यति ड्राय्, टु ड्राय्. शुष्यति, शुष्यतः, शुष्यन्ति. सः शुष्यति, तौ शुष्यतः, ते शुष्यन्ति. त्वं शुष्यति, त्वा युवां शुष्यावः, यूयं युवां शुष्यावः. शुष्यावः किमर्थ युवां शुष्यतः, युवां यूयं शुष्यथ. अहं शुष्यामि, आवां शुष्यावः वयं शुष्यामः ऐ एवं यु ड्रै यु बोत् ड्रै यु आल् ड्रै ऐ ड्रै वि बोत् ड्रै वि आल् ड्रै उत्तमम् धन्यवादः भगिनि विजयथङ्की महोदय आं भगिनि ऋ इति धातुः अस्ति प्रथमपुरुषे एकवचनं रूपमस्ति हरति टु स्टील् हरति वदतु प्रथमपुरुष नपुंसकलिङ्गे वदतु हरति प्रथमपुरुष नपुंसकलिङ्गे I didn't understand. What is you are saying? Harati. Now, just as Bhagini said, Saha Pashyati or Saha Shushyati, you use it in Napumsakalingam. Okay. Saha Sa Tat. Tat. हरति हा उत्तमं तत् हरति तौ हरतौ नैव हरति हरतः हरन्ति हरतः परन्तु तत् ते तानि तर्हि तत् एकवचने ते द्विवचने तानि बहुवचने तत् हरति ते हरतः तानि हरन्ति उत्तमं मध्यमपुरुषे अपि च उत्तमपुरुषे तत् हरसि तत् हरसि किमर्थं सोरि त्वं हरसि युवां हरस्थः यूयं हरथ अहं हरामि आवां हरावः वयं हरामः आवां हरावः अर्थः कः वी बोथ् स्टिल् उत्तमम् इदानीं नम् इति लौकिकधातुः नमति इति प्रथमपुरुष एकवचनरूपम् नपुंसकलिङ्गे सुरेशे वदतु चिन्ता नास्ति वदतु तत् नमति ते नमतः तानि नमन्ति त्वं नमसि युवां नमथः यूयं नमथ अहं नमामि आवां नमावः वयं नमामः वयं नमामः इत्युक्ते किम् वि आल् बो वाट् शुड् ऐ से उत्तमं प्रे प्रे आफर् सल्यूटेशन् उत्तमम् इदानीं गण इति लौकिकधातुः गणयति टु काउंट गणयति स्त्रीलिङ्गे वदतु प्रथमपुरुष सा गणति ते गणतः गणयति ओके सा गणयति ते गणयतः तानि गणयन्ति त्वं गणयसि युवां गणयथः यूयं गणयथ अहं गणयामि आवां गणयावः वयं गणयामः उत्तमं तत्र यूयं यूयं गणयथः, क्षम्यतां, यूयं गणयथ, तत्र अर्थः कः? यु ओल् कौण्ट्. उत्तमम्. इदानीम् अहं किञ्चित् अभ्यासः एव करणीयः इति. इच्छति, इष् इति धातुः अस्ति, इष्. इच्छति इति प्रथमपुरुषे एकवचनरूपं, वदतु. तत् इच्छति. ते इच्छतः, तानि इच्छन्ति. उत्तमम्. त्वम् इच्छसि, युवाम् इच्छतः, यूयम् इच्छथ, अहम् इच्छामि, आवाम् इच्छावः, वयम् इच्छामः. उत्तमं, धन्यवादः महोदय, धन्यवादः. धन्यवादः. तत्र विजयकुमार् महोदय. आं भगिनि. विद् इति धातुः, विद् टु नो, ओके, टु रीच्, क्षम्यतां, विद् इस् नाट् टु नो, टु रीच्. विन्दति, विन्दति इति प्रथमपुरुष एकवचनरूपम्. इदानीं पठ, वदतु. सः, सः विन्दतः. सः, सः विन्दति. तौ विन्दतः. ते विन्दन्ति. त्वं विन्दसि. त्वं विन्दसि, युवां विन्दतः, यूयं विन्दत, अहं विन्द्यामि, अहं विन्दामि, आवां विन्दावः, वयं विन्दामः. वयं विन्दामः इत्युक्ते किम्? वि आल्, वि आल् रीच्. ओके, we all reach, reach, okay. Now arha, arha iti dhatuh, arhati, arhati, likhatu, arhati, arhati, arhati, ha, arhati, tatra prathama purusha ekavachana rupam. Idani vadatu, rupani vadatu. Harati, aratah, haranti, अर्हन्ति, अर्हन्ति, एकवचनतः हरति, अर्हति, सः अर्हति. महोदय, आम् का अ, अ, सो अर्हति, अर्ह मीन्स् टु डिसर्व, भगिनि, यु हाव् द मीनिङ्ग् नो, टु डिसर्व, टु डिसर्व, सो अर्हति, अर्हति. इदानीं सिङ्गल् एकवचनरूपम् अस्ति अर्हति. सः अर्हति. तौ अर्हतः. ते अर्हन्ति, अर्हन्ति, अर् अर्हन्ति, हर, हर, हर, आर, हर नास्ति महोदय, नैव, अ, अ, अ, विदाउट द, विदाउट द प्राण, ओके, हर, हर हन्ति, अस्तु, अनन्तरं, अनन्तरं, ओके, अनन्तरं भवति वदतु, अस्तु महोदय, अग्रिमं करोतु, मध्यम पुरुषे अर, अ, अ, अ, विदाउट द प्राण करोतु. हरन्ति, अर्हसि, त्वं अर्हसि, युवाम् अर्हतः, यूयम् अर्हत, देन् अहम् अर्हामि, आवाम् अर्वाहः, अर्वाहः, अर्हावः अर्हावः हर्हावः वयं हर्हामः अर्हामः वि हर्हामः ओके हर्हामः वि आल् डिसर्व वि आल् डिसर्व धन्यवादः महोदय धन्यवादः विशालाक्षी भगिनी उपविशति इति प्रथमपुरुष एकवचनरूप धातु तु अस्ति उप विसर् उपसर्गपूर्वः विश विश् इति धातु उपविशति प्रथमपुरुषे एकवचनरूपम् अस्ति वदतु सा उपविशति सा उपविशति ते उपविशतः एण्ड् ताः उपविशन्ति उत्तमम् उपविश् इस् टु सिट् उपविशति इस् टु सिट् सिट् या नौ यु वाण्ट् मी टु टेल् इन् द मध्यमपुरुष मध्यमपुरुष उत्तमरूप तम् उपविशसि युवाम् उपविशत् विशतः यूयम् उपविशत् अहम् उपविशामि आवाम् उपविशावः वयम् उपविशामः आवाम् एकनिमिष अहं पृच्छामि आवाम् उपविशावः इति वाक्यस्य कथयति तत्र कथ इति धातुः कथयति इति प्रथमपुरुष एकवचनरूपं वदतु कथयति इस् टु टेल् स्टोरि उत्तमं वाट् इस् स्टोरि या सा कथयति ते कथयत कथयतः ताः कथयन्ति त्वं कथयसि युवां कथयतः यूयं कथयथ अहं कथयामि आवां कथयावः वयं कथयामः उत्तमं धन्यवादः भगिनि धन्यवादः महोदय विजयसङ्की महोदय धाव् इति धातुः आं भगिनि देर् आर् टु मीनिङ्ग्स् फर् धाव् वन् इस् टु रन् एण्ड् अदर् इस् टु क्लीन् आल्सो धाव् धोसे आता है धोसे धाव् आता है अस्तु धावति इति प्रथमपुरुषे एकवचनरूपं ते धावति ते धावति किमर्थं सोरि सोरि तत् धावति ते धावतः तानि धावन्ति उत्तमम् त्वं धावसि युवां धावथः यूयं धावथ अहं धावामि आवां धावावः वयं धावामः भगिनी कविता भगिनी म्यूट् मध्ये तिष्ठतु कृपया इदानीं चर् इति धातुः तत्र चत् तत्र पुनः एकवारं द्वौ अर्थौ स्तः तत्र गतौ अपि च भक्षणे तर्हि टु गो एण्ड् आल्सो टु ईट् लैक् चरति गाय चरति तथा अस्तु चरति वदतु तत् चरति ते चरन् चरतः तानि चरन्ति त्वं चरसि युवां चरथः यूयं चरथ अहं चरामि आवां चरावः वयं चरामः. उत्तमं. पतति, पत् इति धातुः तत्र टु फाल्. तत् पतति, ते पततः. पुंलिङ्गे वदतु, किमर्थं नपुंसकलिङ्गं सर्वदा? सः पतति, तौ पततः, ते पतन्ति. त्वं पतसि, युवां पततः, यूयं पततः. अहं पतामि, आवां पतावः, वयं पतामः. उत्तमं, धन्यवादः महोदय. कविता भगिनी, क्रीड् इति धातुः विहारे, तत्र क्रीड् टु प्ले. क्रीडेङ्गे वदतु प्रथमपुरुष. किञ्चित् उच्चैः वदतु भगिनि, न श्रूयते इदानीम्. इदानीं श्रूयते? सा क्रीडति, ते क्रीडतः, ताः क्रीडन्ति. त्वं क्रीडसि, युवां क्रीडतः, यूयं क्रीडथ. अहं क्रीडामि, आवां क्रीडावः, वयं क्रीडामः. उत्तमं. नृत्यति, नृत् इति धातुः. हा, उत्तमं. सः नृत्यति, नृत्यति, तौ नृत्यतः, ते नृत्यन्ति. त्वं नृत्यसि, युवां नृत्यतः, यूयं नृत्यथ. अहं नृत्यामि, आवां नृत्यामि. अहं नृत्यामि, आवां नृत्यावः, वयं नृत्यामः. टङ्ग् ट्विस्टर्स्. सुलभं नास्ति, किञ्चित् क्लेशः अस्ति तत्र अग्रे, किञ्चित् अधोस्तरे. परन्तु यथा यथा अभ्यासं कुर्मः तथा तथा किञ्चित् तत्र परिवर्तनं भवति एव. धन्यवादः भगिनी. विजयकुमार् महोदय. रुह् इति धातुः आ इति उपसर्गः पूर्वक अस्ति. आरोहति इति प्रथमपुरुष एकवचनरूपम्. आरोहति, सः आरोहतः, तौ आरोहति, आरोहति, आरोहति, सः सः आरोहति, सः सः आरोहति, तौ आरोहतः, ते उत्तमम् आरोहन्ति. टु क्लैम्ब्, ओके, टु क्लैम्ब्, टु क्लैम्ब्. त्वम् आरोहसि, युवाम् आरोहतः, यूहम् आरोहत. अहम् आरोयामि, राइट? आरोहति अस्ति किल, आरोहामि, आरोहामि, आवाम् आरोहामि, आरावः, वयम् आरामः. आरोहावः, आरोहामः. ओके, आरोहावः, आरोहामः. सो वि क्लैम्ब् आरोहामः. प्र इति उपसर्गपूर्वक, दा इति धातुः, प्रयच्छति इति प्रथमपुरुष एकवचनरूपं. प्रयच्छति, सः प्रयच्छति, तौ प्रयच्छतः, ते प्रयच्छन्ति. उत्तमम्. त्वं प्रयच्छसि, युवां प्रयच्छतः, यूयं प्रयच्छत. अहं प्रयच्छामि, आवां प्रयच्छावः, वयं प्रयच्छामः. उत्तमं, धन्यवादः महोदय. विशालाक्षी भगिनी. प्रणश्यति, प्रणश्यति इति प्रथमपुरुष एकवचनरूपं, नश इति धातुः, नश् इति लौकिकधातुः अस्ति, टु गेट् डिस्ट्राय्ड्, टु बिकम् इन्विजिबल्, प्रणश्यति. ओके, केन् ऐ टेल् इन् द नपुंसकलिङ्गम्? वदतु. ओके, तत् प्रणश्यति, ते प्रणश्यतः, तानि प्रणश्यन्ति, मध्यमपुरुषः, त्वं प्रणश्यासि, प्रणश्यति, प्रणश्यसि, त्वं प्रणश्यसि, युवां प्रणश्यतः, यूयं प्रणश्यथ, अहं प्रणश्यामि, आवां प्रणश्यावः, वयं प्रणश्यामः. तुष्यति, तुष् इति, टु बिकम् हेपि, तुष्यति, सा तुष्यति, ते तुष्यतः, ताः तुष्यन्ति, त्वं तुष्यसि, युवां तुष्यथः, यूयं तुष्यथ, अहं तुष्यामि, अहं तुष्यामि, तुष्यामि, तुष्यामि, अहं तुष्यामि, आवां तुष्यामः, वः, सोरि, आवां तुष्यामः, वयं तुष्यामः. धन्यवादः विजयकुमार्, विजयथङ्की महोदय. धन्यवादः. कुप्यति, कुप् इति धातुः अस्ति, कुप्यति इति प्रथमपुरुष एकवचनरूपम् अस्ति, टु बि एङ्ग्री. सा कुप्यति, ते कुप्यतः, ताः कुप्यन्ति, तं कुप्यसि, युवां कुप्यथः, यूयं कुप्यथ, अहं कुप्यामि, आवां कुप्यावः, वयं कुप्यामः. अस्तु महोदय, धन्यवादः. तर्हि किञ्चित् अभ्यासः जातः, एवमेव अग्रे अपि कुर्मः, यतोहि अभ्यासस्य आवश्यकता सर्वेषां कृते अस्ति, मम कृते अपि. अस्तु, इदानीम् अत्र एव स्थगयामः. धन्यवादाः अनेके, पुनर्मिलामः शुक्रवासरे एव. धन्यवादः. शान्तिमन्त्रं क्षम्यताम्. हा, विजयकुमार् महोदय, भवान् एव वदतु. ॐ ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग्वेत्. ॐ शान्तिः, शान्तिः, शान्तिः. धन्यवादः, धन्यवादः, धन्यवादः अनेक. पुनर्मिलामः.